नारद उवाच इदानीं भूरिभाग्येन भवद्भिः सङ्गमोऽभवत् कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि। इदानीं भूरिभाग्येन बहुना भाग्येन भवद्भिः सङ्गमः मम अभवत्। अयं मम महद्भाग्यम्, इदं मम महद्भाग्यम्। तस्मात् कुमाराः, हे कुमाराः, शीघ्रं ब्रुवतां मम उपरि कृपां कृत्वा शीघ्रम् अत्र उपायं ब्रुवताम्।